सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति हार्दं स्वागतम्। गते सप्ताहे अस्माकं कक्षा न आसीत् खलु, तत्र कानिचन कारणानि सन्ति। कारणान्तरवशात् कक्षां चालयितुं न शक्तवती। पूर्वस्मिन् वर्गे वयम् आत्मनेपदीधातूनां प्रसङ्गे किञ्चित् अधीतवन्तः, अपि च सन्ततिः कस्मै न रोचते इति रचनां स्वीकृत्य तस्याम् उपस्थितानाम् आत्मनेपदिक्रियापदानां प्रसङ्गे काचित् चर्चा जाता अथवा किञ्चित् चिन्तनम् अभवत्। वयं प्रत्येकं पदं स्वीकृत्य चिन्तनं कृतवन्तः आस्म। अद्यापि तस्याः चिन्तनमेव अनुवर्तते, अपि च तदर्थं सर्वे तत् करपत्रम् उद्घाटयन्तु। तत्र रचनायाः पठनम् आरब्धम्, अपि च द्वितीय अनुच्छेदात् आरभ्य अद्य वयं पठेम। एकः अन्यः विषयः अपि अस्ति, ह्यस्तन ईपत्रे, इत्युक्ते अद्यतनवर्गार्थम् एकम् ईपत्रं प्रेषितवती। तस्मिन् ईपत्रे मया एकः दोषः कृतः, मुद्रणदोषः। तस्मिन् प्रसङ्गे किञ्चित् विवरणमपि प्रेषितवती। तत्र किं वक्तव्यम् इत्युक्ते, सार्ध एकादशवादनपर्यन्तं कक्षा भवति इति अस्ति चेत्, तत्र सन्धिं कृत्वा वक्तुमिच्छामश्चेत् सार्ध योगः एकादशवादनं, तत्र वृद्धिसन्धिः भूत्वा सार्धैकादशवादनम् इति भवति। सः एकः विषयः। अन्यः विषयः अस्ति सार्ध पदं भिन्नम्, इत्युक्ते ठकारः एकस्मिन् पदे अस्ति, धकारः अन्यस्मिन् पदे अस्ति। सार्ध इत्युक्ते अर्धेन सह, अत्र सार्ध इति वदामश्चेत् तत्र धकारं योजयामश्चेत् तत्र हाफ्, वन् हाफ् इति अर्थः आयाति। किन्तु सार्ध इति वदामश्चेत् अर्थेन सह इति पदं भवति। पदद्वयमपि समस्तपदमेव। तत्र भेदम् अवगन्तुं तस्मिन्नेव ईपत्रे मया पदद्वयं लिखितमस्ति। प्रथमं पदं सार्धैकादशवादनम्, सार्ध एकादशवादनं, तत्र धकारः योजितः। किन्तु अन्यत् वाक्यमस्ति, समानार्थकक्रियापदानां रूपाणि ज्ञातव्यानि, समानार्थक, तत्र थकारः, थकारः योजनीयः। इत्युक्ते तादृशार्थभेदः अस्ति, अस्माभिः तदवगन्तव्यम्। अपि च तत्र इत्युक्ते एतावता शब्दोच्चारणप्रसङ्गे यावत् शक्यम् अस्माकम् उच्चारणं सम्यक् भवेत्, अपि च किञ्चित् इतोपि भाषायाः अवगमनार्थं वयं सर्वे अत्र मिलित्वा यथाशक्ति प्रयत्नं कुर्मः। अधुना भवत् वदतु महोदय। अर्थ इति ह्रस्व आकारः, अर्ध दीर्घ आकारः वा? तत्र द्वयोः अकारः इत्युक्ते ह्रस्वाकारः एव, अर्थ अर्ध इत्युक्ते केवलं तत्र भेदः कः इत्युक्ते द्वितीयवर्णः एव भिन्नः तत्र। सार्ध अर्ध, अर्ध इत्युक्ते हाफ्, किन्तु अर्थ इति वदामश्चेत् मीनिङ्ग् अथवा पर्पस् इति अर्थः आयाति। ह्यस्तन ईपत्रे मया प्रेषितं, तत्र मुद्रणदोषः अस्ति इति कृत्वा, किन्तु तत्र ज्ञातव्यम् एतत् सर्वम्। उत्तमम्। अनन्तरम् अत्र फ्रम् दिस् सार्थ ओन्लि वि से सार्थक्यानो, सार्थकता जीवने. That is, if one has led a meaningful life or a purposeful life, we say sarthaka. Tatra, we use that word. Tatra kaha varinaha ayati? तत्र सार्थ तवर्ग तवर्ग तात ताथ महाप्राणस्थ इत्युक्ते द्वितीय द्वितीयव्यञ्जनं न तु चतुर्थव्यञ्जनं उत्तमम् अर्ध इति वदामश्चेत् तत्र हाफ् किन्तु सार्थकता सार्धक्यं शुभदा भगिनी भवती पठतु अत्र द्वितीयपरिच्छेदात् आरभ्य पठामः अद्य शिशुः यदा बाल्यावस्थां प्राप्नोति तथा विद्यालयं गच्छति प्रातः उत्थाय सः मातरं पितरं च वन्दते यदा सः यौवनं लभते तथा धनोपार्जनाय वृत्तिं कुरुते उपार्जितेन धनेन मातरं पितरं कुटुम्बं च सेवते एवमेव सन्ततिः समाजे प्रतिष्ठां विन्दते आत्मानुरूपया कन्यया सह यूनः आत्मानुरूपेण वरेण सह युवत्याः च विवाहः जायते पुत्रवधूः अपि श्वशुरं श्वश्रुञ्च मातापितृवत् सेवते सा श्रुष्वा सह उन्मुक्तं भाषते किन्तु श्वशुरात् किञ्चित् लज्जते अस्माकं देशे कुटुम्बस्य सुदृढा आदर्शपरम्परा वर्तते प्रथमं वाक्यं स्वीकृत्य किञ्चित् प्रत्येकं पदं स्वीकृत्य किञ्चित् विवृणोतु शिशुः यदा बाल्यावस्थां प्राप्नोति तथा विद्यालयं गच्छति शिशुः इति प्रथमा विभक्ति एकवचन गुरुवत् शिशुः यदा बाल्यावस्थां प्राप्नोति यदा यदा तदा इति अव्ययस्य अव्ययोः उपयुज्य अत्र वाक्यं दत्तं यदा बाल्यावस्थां प्राप्नोति यदा तत् सः शिशुः युवकः जायते तदा बाल्यावस्था तस्य बाल्यावस्थां समाप्तं भवति युवकः जायते तदा सः विद्यालयं गच्छति विद्यालयम् इति अत्र यदा तदा इति अव्ययम् इति भवती उक्तवती अत्र यदा इत्युक्ते यस्मिन् काले इति वक्तव्यं तदा इत्युक्ते तस्मिन् काले कदा इत्युक्ते कस्मिन् काले इति वक्तव्यमस्ति अपि च अत्र यदा इति पदम् अव्ययपदम् अपि च अहं चिन्तयामि तत्र तद्धितप्रत्ययः अस्ति इति यत् इति पदात् आगतम् इति मया अवगतम् अपि च यदा तदा योजयित्वा एकम् अन्यत् वाक्यं श्रावयतु यदा वयं संस्कृतभाषा पठामः तदा वयं तस्मिन् कुशला जाताः क्षम्यतां चिन्ता मास्तु अत्र इत्युक्ते अत्र पुनः एकवारं तदेव वाक्यं वदतु यदा वयं संस्कृतभाषां वदामः तदा वयं तस्मिन् सोरि तस्याः भाषायाः कुशलाः जाताः इत्युक्ते तस्यां सप्तमी न भवति वा तत्र तस्यां भाषायां कुशलाः भवामः निपुणाः भवामः सप्तमी विभक्ति तदा तस्यां भाषायां वयं निपुणाः जाताः भगिनी जाताः इति वदामश्चेत् तत्र भूतकालार्थम् आयाति भव इत्युक्ते जातः अथवा कृतः इति वदामश्चेत् तत्र भूतकालार्थे एव कृताप्रत्ययस्य योजनं कुर्मः. किन्तु तत्र वर्तमानकालरूपं वर्तमानकाल भविष्यत्कालरूपं भवामः अथवा भविष्यामः इतोपि साधु भवति. उत्तमं. लता भगिनी वदतु. Using Shashti Vibhakti also, like how Bhagini first said, Bhashayaha, perhaps we can use Bhashayaha, Kushalata Vardate or Kushalatam Prapnumaha. We can use perhaps Bhashayaha. साधारणतया निपुणः कुशलः तादृशरीत्या वदामश्चेत् तत् साधु एव. अपि च अत्र इतोपि किं ज्ञातव्यम् इत्युक्ते बाल्यं बाल्यम् इति पदमस्ति. तत्र बाल्यम् इति पदम् अत्र बालस्य भावः बाल्यं बालस्य भावः बाल्यं बाल्यावस्था इति अपि समस्तपदमस्ति. तत्र बाल्यावस्थाम् इति कर्मपदमस्ति. किमर्थमित्युक्ते प्रा उपसर्गपूर्वकः आप् धातुः अस्ति इति कृत्वा तत्र सकर्मकधातुः अस्ति इति कृत्वा कर्मपदमस्ति. अपि च बालस्य भावः बाल्यं शिशोः भावः शैशव्यम्. उत्तमं. शैशवम्. उत्तमं. शैशवम् इत्युक्ते तत्र एतानि पदानि तद्धितप्रत्ययान्तपदानि शिशुत्वं शैशवम् इति पदानि सन्ति. अपि च बालः इत्युक्ते ऊनषोडशवर्षः तु बालः अथवा आषोडशात् भवेत् बालः षोडशवर्षपर्यन्तम् एव बालः इति वक्तव्यम्. अपि च अत्र अवस्था इति उक्तमस्ति. अवस्था इति पदमस्ति. नराणां कृते कति अवस्थाः सन्ति, कति अवस्थाः उच्यन्ते, कोऽपि वदतु. भवन्तः जानन्ति एव नराणां कृते मया एकम् अन्यत् श्रुतमस्ति. तत् किम् इत्युक्ते नराणां कृते कति अवस्थाः उच्यन्ते तस्मिन् विषये तत्र षड्विध अवस्थाः सन्ति इति मया श्रुतं. तत्र षड्विध अवस्थाः काः इत्युक्ते जायते वर्धते विपरिणमते जायते अस्ति. प्रथमतया अस्ति प्रथमतः जायते टु बि बोर्न् देन् लिव् जायते अस्ति. न भगिनि अत्र अस्ति षड्विकारः अस्ति षड्विकाराः. उत्तमम्. इत्युक्ते अस्ति जायते वर्धते विपरिणमते अपक्षीयते नश्यति नश्यति. किन्तु तत्र तानि षट्पदानि परिशीलयामश्चेत् तत्र पदद्वयं परस्मैपदी पदद्वयमस्ति, अन्यानि पदानि आत्मनेपदिरूपाणि. अस्ति इति एकं पदम्, अपि च नश्यति इति अन्यत् पदं परस्मैपदिरूपम्. किन्तु जायते वर्धते विपरिणमते अपक्षीयते एतानि पदानि आत्मनेपदिरूपाणि सन्ति. अपक्षीयते इत्युक्ते डिक्लैन् इति अर्थः. अपि च बालः वदतु. एतानि षड् अवस्थानि इन् पोयम्स् एण्ड् आल् संसारसागरे षड् ऊर्मि इति अपि अहं ऐव् हर्ड्. उत्तमं. तदेव तदेव तदेव अहम् उक्तवती. तत्र षट् पदानि सन्ति. तत्र तदेव इत्युक्ते अत्र षड्विध अवस्थाः सन्ति इति मया श्रुतमस्ति. अपि च अत्र द्वितीयं वाक्यम् अनन्तरं भूमा भगिनी भवती द्वितीयं वाक्यं स्वीकृत्य किञ्चित् विवृणोतु. आं भगिनि. प्रातः उत्थाय सः मातरं पितरं च वन्दते. प्रातःकाले उत्थाय स सुप्तावस्थावस्थेषु जाग्रतः भवति सः शिशुः तत् बालः मातरं पितरं च मातापितरौ वन्दते मातरं वन्दते वन्द् दातु सकर्मक द्वितीयाविभक्ति मातरं पितरं च मातरं पितरं च द्वन्द्वसमासः द्वन्द्वसमासः अत्र समासः न कृतः किन्तु अत्र केवलं पृथक्तया एव लिखितमस्ति तत्र मातरम् इति पदस्य मातरं पदस्य विषये इतोपि वदतु कीदृशं पदं ऋकारान्त स्त्रीलिङ्गं मातरं मातृ प्रातिपदिकं मातृ तथा एव पितरं पितरं पितृ पितृऋकारान्तशब्दः ऋकारान्तः पितरं द्वितीयाविभक्ति पिता पितरौ पितरः पितरं पितरौ पितॄन् पितृ उत्तमं अपि च उत्थाय उत्थाय इति पदस्य प्रसङ्गे लबन्तपदम् इतोपि त्वान्तपदम् उत् विसर्ग उपसर्गः अस्ति स्थादातु उपसर्ग अस्ति चेत् ल्यभन्तम् उत्थाय भवति त्वान्तरूपं यकारः उत्तमम् बहु सुन्दररीत्या उक्तवती तावदेव इत्युक्ते अत्र उत्थाय इति उत् उपसर्गपूर्वकः स्थाधातुः अस्ति तत्र ल्यप् इति प्रत्ययः अस्ति ल्यप् इति प्रत्ययः अपि क्त्वाप्रत्ययम् इव समानार्थकप्रत्ययः एव किन्तु यत्र उपसर्गः अस्ति तत्र ल्यबन्तरूपम् आयाति ल्यप् इति प्रत्ययस्य प्रसङ्गे तत्र पकारः हलन्त्यम् इत्यनेन अपगच्छति लकारः लशक्वतधिते इति सूत्रेण अपगच्छति तत्र यकारः एव अवशिष्यते तदर्थमेव तत्र उत्योगः स्थायोगः य इति भवति तत्र कानिचन सन्धिकार्याणि भूत्वा उत्थाय इति रूपम् आयाति अपि च प्रातः इति पदं रेफान्त अव्ययम् इति वदामः अव्ययपदं रेफान्त अव्ययं तत्र मूलरूपं प्रातर् इति मूलरूपं तत्र एकं सूत्रमस्ति खरवसानयोर्विसर्जनीयः इति सूत्रेण तत्र रेफस्य स्थाने विसर्गादेशः भवति प्रातः इत्युक्ते प्रभातसमयः प्रभातकाले प्रभातः अपि च अत्र तु समस्तपदं नास्ति केवलं पृथक्तया एव लिखितमस्ति यदि समस्तपदं कृत्वा वाक्यं लेखितुमिच्छामश्चेत् कथं वक्तव्यम् अत्र मातापितरौ वन्दते मातापितरौ वन्दते तत्र द्वन्द्वसमासः भवति अपि च अत्र एकशेषवृत्तिः नाम्ना एकः समासः अस्ति तत्र केवलं मातापितरौ इत्यस्य स्थाने केवलं पितरौ केवलं पितरौ इति वदामश्चेदेव तत्र माता इत्यस्य माता अपि तस्मिन् अन्तर्भागः अथवा तस्मिन् पदे माता अपि अन्तर्भूतः भवति इति कृत्वा तत्र भिन्नरीत्या मातापितरं च वन्देते मातापितरं च वन्दते इति एकरूपम् अस्ति अपि च मातापितरौ वन्दते अथवा पितरौ वन्दते अत्र एतत् सर्वं समानमेव अपि च अत्र इतोपि किं ज्ञातव्यम् अत्र च इति पदं योजितमस्ति चकारस्य प्रयोगः नाम्ना मया एकं करपत्रं प्रेषितमस्ति तत्र कोऽपि स्मारयति वा अत्र अरविन्द महोदय भवान् दृष्टवान् वा अत्र चकारस्य प्रयोगः इति करपत्रं दृष्टम् एकनिमिषं नो चेत् यः कोऽपि जानाति चेत् अत्र एतदेव वाक्यं किञ्चित् भिन्नरीत्या वक्तुमिच्छामश्चेत् कथं वक्तव्यम्? माता पितरं वन्दते अपि सम्यक् वा? मातरं च पितरं वन्दते. भगिनी श्रूयते वा? श्रूयते भगिनि. अत्र चकारस्य प्रयोगविषये तत्र एकं लघु करपत्रं प्रेषितं मया. तत्र किं ज्ञातव्यम् इत्युक्ते तत्र रामः कृष्णः च तत्र किं दत्तमस्ति? गच्छति अथवा गच्छतः इति द्वे अपि सम्यक् तत्र. किन्तु कर्तृपदं रामः लक्ष्मणः भवति. अत्र तु अत्र कर्ता तु यः वन्दते सः. इत्युक्ते अत्र यथा भवत्या उक्तम् अत्र तु परिवर्तनं न भवति. इत्युक्ते अत्र कर्तृपदं सः बालकः. बालकः कर्तृपदमस्ति इति कृत्वा क्रियापदस्य परिवर्तनं न भवति. किन्तु रामः कृष्णः च गच्छतः रूपमपि साधु. रामः कृष्णः च गच्छति अपि साधु. इत्युक्ते तत्र च इति पदं साकल्येन अपि च स्वातन्त्र्येण तत्र तस्य अन्वयः भवति. साकल्यम् इति पदं कीदृशं पदं कोऽपि वदतु? भावपदं सकल इत्यस्य. सकलस्य भावः साकल्यं. साकल्यं तृतीयविभक्तौ साकल्येन. साकल्येन उत्तमम्. इत्युक्ते सकलस्य भावः साकल्यं. सकलम् इत्युक्ते सर्वम्. अपि च स्वातन्त्र्येण अपि तद्धितान्तपदं. स्वतन्त्रस्य भावः स्वातन्त्र्यम्. इत्युक्ते एतावत् तद्धितपदेषु कुत्रचित् आदिवृद्धिः भवति इति कृत्वा तत्र साकल्येन. किन्तु तत्र यद्यपि चकारः अस्मिन् वाक्ये अस्ति चेदपि अत्र तादृशपरिवर्तनं कृत्वा लेखितुं न शक्नुमः. किमर्थं चेत् अत्र सः वन्दते इति अस्ति. इत्युक्ते एकमेव कर्तृपदम् अस्ति, कर्तृपदद्वयं नास्ति इति अत्र विषयः. उत्तमम्. अनन्तरम् अग्रिमं वाक्यं वदतु भगिनि. भूमा भगिनि भवती एव पठतु. क्षम्यतां भगिनि, मम समीपे कथा न ईमेल् न प्राप्तवती. कस्मै न रोचते? सन्तति कस्मै न रोचते वा? सन्तति जून् मास. ऐ डोण्ट् हाव् दट्. पूर्वस्मिन् ई पत्रे अस्मिन् 30 दिनाङ्के जून् मासे लक्ष्मी भगिनी प्रेषितवती ईमेल्. ईमेल् अग्रिमं वाक्यं वदतु भगिनि. यदा सः यौवनं लभते तदा धनोपार्जनाय वृत्तिं कुरुते. यदा यस्मिन् काले प्रीवियस्लि उक्तवती भवता उक्तं यदा सः बालः यौवनं लभते. युवकस्य भावः यौवनम्. अत्र कथं वक्तव्यम् इत्युक्ते अत्र एकं पदम् अस्ति यूनः भावः यौवनं. तत्र भवन्तः जानन्ति चेत् सम्यक् एव, नो चेत् तत्पदं ज्ञातव्यं. तत्र नकारान्तपदम् एकं पदम् अस्ति. तत्र युवन् इति प्रातिपदिकम् अस्ति. तस्मात् प्रातिपदिकात् अत्र यूनः इति पदं साधितं. कोऽपि वदति वा युवन् शब्दस्य रूपाणि कोऽपि जानाति चेत्? भगिनि नकारान्त पुंलिङ्ग युवत् शब्द. अत्र युवन् इति युवन् इति नकारान्तपदमस्ति, अपि च तस्य रूपाणि युवा युवानौ युवानः युवानं युवानौ यूनः यूना युवभ्यां युवभिः यूने युवभ्यां युवभ्यः यूनः युवभ्यां युवभ्यः यूनः यूनोः यूनां यूनि यूनोः युवसु हे युवन् युवानौ हे युवानः. अत्र अस्मिन् पदे त्रिषु स्थलेषु यूनः इति रूपं दृश्यते. कुत्र? द्वितीयाविभक्ति बहुवचनरूपं, पञ्चमीविभक्ति एकवचनं, षष्टिविभक्ति एकवचनं. तत्र अत्र तु यूनः इति पदं षष्टिविभक्ति एकवचनरूपं, यूनः भावः यौवनम्. तत्र अण् इति एकः प्रत्ययः अस्ति. यूनः अत्र युवा इति पदस्य स्थाने, नकारान्तपदस्य स्थाने केवलम् अकारान्तपदमपि योजयितुं शक्नुमः तस्मिन् अर्थे एव. युवकः तत्र यूनः भावः अथवा युवकस्य भावः, युवकस्य भावः इत्यपि वक्तुं शक्यते. किन्तु यूनः भावः एव यौवनम् इति भवति. तत्पदं नपुंसकलिङ्गपदम् अपि च तद्धितान्तपदम् अण् प्रत्ययः अस्ति. तथा एव एकम् अन्यत् पदमस्ति तरुणः. तरुणस्य भावः तारुण्यम्. उत्तमम् उत्तमं, तारुण्यं तारुण्यं. किन्तु स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् तरुणी इति भवति. तरुणी, तत्र ङीप् इति एकः प्रत्ययः अस्ति, तेन ईकारान्तपदं सिद्ध्यति. अत्र इतोपि धनोपार्जनाय इति लिखितमस्ति. अत्र पूर्णेन्दुमहोदय भवान् वदतु, अत्र धनोपार्जनाय इत्यस्मिन् पदे कः विशेषः अस्ति? धनोपार्जनाय एतत् चतुर्थविभक्ति एकवचनम् अस्ति. धन उपार्जनाय समस्तपदम् अस्ति इति चिन्तयामि भगिनि. धनस्य उपार्जनं, धन उपार्जनं तस्य न तस्मै इति कृत्वा चतुर्थविभक्ति एकवचनं धन उपार्जनाय. उत्तमम्. अत्र यदा तदा प्रयोगः मुहुर्मुहुर् कृतः अथवा बहुवारं कृतमस्ति तस्य. अपि च धनस्य उपार्जनम्, अत्रापि उपयोगः अर्जनम् इति भवति. तत्र गुणसन्धिः अपि अस्ति, सवर्णदीर्घसन्धिः अपि अस्ति. धन उपार्जनम्, उप प्लस् अर्जनम्, उपार्जनम् अस्ति. अपि च वृत्तिः इति वृत्तधातोः क्तिन् प्रत्ययान्तरूपं वृत्तिः इति. अपि च कुरुते इति पदम् अत्र क्रूधातुः उभयपदी धातुः अस्ति इति कृत्वा, अपि च सकर्मकधातुः अस्ति इति कृत्वा अत्र द्वितीयाविभक्त्यन्तं रूपं वृत्तिं कुरुते. सः बालक, सः यौवनं यदा लभते तदा धनोपार्जनाय वृत्तिं कुरुते. अत्र लब्धधातुः अपि सकर्मकधातुः एव. तत्र मूलधातुः दुलभश् दुलभांश् इति अस्ति. इत्युक्ते तत्र बहवः इति संज्ञकवर्णाः सन्ति इति भाति. तथा एव क्रूधातोः प्रसङ्गे अपि डुक्रोय् इति, तत्रापि बहवः इति संज्ञकवर्णाः सन्ति. अनुबन्धलोपानन्तरम् एव क्रू इति लौकिकधातुं साधयामः. अपि च अत्र अग्रिमं वाक्यम् अत्र अस्मिन् वाक्ये इतोपि किमपि नास्ति. अग्रिमं वाक्यं पूर्णेन्दुमहोदय भवान् विवृणोतु. उपार्जितेन धनेन मातरं पितरं कुटुम्बं च सेवते. उपार्जितेन तृतीय एकवचनरूपम् अस्ति. धनेन अपि तृतीया एकवचनरूपं मातरं पितरं मातरं द्वितीया एकवचनं पितरं द्वितीया एकवचनं कुटुम्बम् अपि द्वितीया एकवचनं च सेवते सेवधातु लट्लकार प्रथमपुरुष एकवचनं आत्मनेपदे धातु अस्ति अत्र अन्य किमपि नास्ति इति चिन्तयामि भगिनि तावदेव सुन्दरीत्या उक्तवान् अत्र उपार्जितं धनम् इति प्रथमाविभक्त्यन्तं रूपम् अत्र धनशब्दस्य विशेषणमेव उपार्जितं धनम् तत्र उपार्जित इति पदं स्थान्तरूपम् अस्ति उपार्जित तत्र मध्ये इडागमः दृश्यते उपार्जित इति अस्ति तथा एव अत्र उपार्जितम् इत्युक्ते सम्पादितं धनम् इति अपि वक्तुं शक्नुमः सेव् धातुः सकर्मकधातुः इति कृत्वा अत्र त्रीणि पदानि कर्मपदानि सन्ति मातरं पितरं कुटुम्बम् एतानि त्रीणि कर्मपदानि सन्ति इत्युक्ते अहत्यत्र सेव् धातुः सकर्मकधातुः इति अवगन्तुं शक्नुमः अपि च मया पूर्वमेव उक्तमस्ति तत्र लिङ्गद्वये अपि कुटुम्ब इति पदं भवितुमर्हति तत्र कुटुम्बः इति पदमपि अस्ति कुटुम्बम् इति नपुंसकलिङ्गपदमपि अस्ति इत्युक्ते एकमेव पदं लिङ्गद्वये अपि द्रष्टुं शक्यते कुत्रचित् इति विषयः अत्र अग्रिमं वाक्यं भगिनि पूर्वस्मिन् वाक्ये धनोपार्जनाय चतुर्थी विभक्ति किल दट् इट् केन् बि धनोपार्जनार्थम् आल्सो केन् इट् धनोपार्जनार्थम् अपि भवितुमर्हति आल्सो ओके अथवा धनम् उपार्जयितुम् अपि साधु तुमुन् प्रत्ययकं तुमुन्नन्तं रूपं योजयित्वा अपि वक्तुं शक्नुमः धन्यवादः धनोपार्जनाय धनोपार्जनार्थं धनम् उपार्जयितुम् इति अपि साधु उत्तमम् अनन्तरम् अत्र उषा भगिनी भवती विवृणोतु अग्रिमं वाक्यम् अस्तु भगिनि एवमेव सन्ततिः समाजे प्रतिष्ठां विन्दते आत्मानुरूपया कन्यया सह यूनः आत्मानुरूपेण वरेण सह युवत्याः च विवाहः जायते एवमेव सन्ततिः समाजे सप्तमी विभक्त्याम् अस्ति प्रतिष्ठां विन्दते विनन्दते नाट् विन्दते विन्दते विद्धातु अत्र किञ्चित् वदतु विद्धातु अस्तु भगिनि तत्र विद्धातु बहुषु गणेषु श्रूयते दृश्यते अत्र कीदृश विद्धातुः अस्ति विद्लु तुदादिगणे अस्ति उत्तमं विद्लु लाभे लाभे इत्यस्मिन् अर्थे इत्युक्ते टु अप्टेन् इत्यस्मिन् अर्थे तुदादिगणीयधातुः अस्ति अत्र एवमेव अत्र सन्धिः अस्ति वा नास्ति वा एवम् एव सन्धि नास्ति सन्धिः नास्ति अपि च अत्र प्रतिष्ठाम् इति कर्मपदमस्ति तत्र प्रति उपसर्गपूर्वकः स्थाधातुः अत्र स्थाधातुः उपदेशावस्थायां शोपदे मूर्धन्यशकारादिधातुः अत्र स्थाधातुः मूर्धन्यशकारादिधातुः इति कृत्वा तत्र षत्वं तत्र मूर्धन्यशकारस्य स्थाने तत्र लट्लकारे तिष्ठति स्थापयति तत्र तादृशानि रूपाणि भवन्ति आहत्य मूर्धन्यशकारादिधातुः अस्ति चेत् उपदेशावस्थायां तस्य रूपं दन्त्यसकारः भवति सहसः उत्तमं प्राकृतिककार्याणि भूत्वा कार्यं भूत्वा सहसः धात्वादेः तत्र पूर्णं सूत्रमस्ति सम्पूर्णं सूत्रं धात्वादेः सहसः धात्वादेः सहसः इति सूत्रेण भवति अपि च तत्र समाजः इति घञन्तपदं घञन्तपदमस्ति इति मम चिन्तनम् अपि च विद् धातोः प्रसङ्गे घञ् प्रत्ययः वा घञ् प्रत्ययः भगिनि अत्र धातुम् अहं न जानामि किन्तु सम् उपसर्गपूर्वकः तत्र धातुः किमपि अस्ति किन्तु परन्तु प्रत्यय पुंलिङ्गे अस्ति न भगिनि पुंलिङ्गपदमेव समाजः समाजः अस्तु भगिनि समाजः अनन्तरम् अत्र विद् धातोः प्रसङ्गे ये ये व्याकरणवर्गं गच्छन्ति ते किञ्चित् इतोपि वदन्तु अहं श्रोतुमिच्छामि नुमागमः आगच्छति वा भगिनि उत्तमं तदेव इत्युक्ते अत्र धातुः विद् लु अस्ति तस्मात् लौकिकधातुः विद् आयाति तुदादिगणीयधातुः तत्र एकं विशिष्टं सूत्रमस्ति शेमुचादीनां शेमुचादीनाम् इति एकं सूत्रमस्ति इत्युक्ते अत्र तुदादिगणे कश्चन अन्तर्गणः अस्ति तस्य नाम मुचादिगणः तस्मिन् गणे तस्मिन् गणे अष्टधातवः सन्ति तत्र शा इति विकरणप्रत्यये परे वयं जानीमः शप् इति विकरणप्रत्ययः आयाति मध्ये शप् नास्ति शा इति विकरणप्रत्ययः तुदादिगणे आयाति भुवादिगणे शप् आयाति किन्तु तुदादिगणे शा इति विकरणप्रत्ययः मध्ये आयाति इति कृत्वा शेमुचादीनाम् इति सूत्रेण मध्ये नुमागमः भवति इति कृत्वा अत्र विन्दते इति रूपम् आयाति किन्तु आत्मनेपदिरूपं भवति वयं जानीमः टेत आत्मनेपदानां टेरे इति सूत्रेण ते इति आत्मनेपदि प्रत्ययः अन्ते योजयामः इति विषयः अत्र सन्ततिः समाजे अन्तर्गणः इति एव भाति अस्तु अहम् एकम् उदाहरणं प्रेषयामि अत्र शेमुचादीनाम् इति सूत्रेण एव अत्र नुमागमः भवति मया किम् अवगतम् इत्युक्ते मुचादिगणे मुचादिगणः इति एकः अन्तर्गणः अस्ति तस्मिन् गणे अत्र अष्टधातवः उक्ताः अत्र तेषां प्रसङ्गे एव अस्य सूत्रस्य प्रसक्तिः अस्ति इति मम चिन्तनं भगिनि उचादिगणे अष्टधातवः सन्ति कृत् मुच् लुप् लिप् विद् सिच् इष् प्रच्छ मुचादिगणे तत्र मुचादीनां सूत्रेण नुमागमः आगच्छति नुमागमः भवति उत्तमं दर्शना भगिनी अहं सम्यक् न श्रोतुं शक्तवती अतः भवत्याः प्रश्नः सम्यक्तया न अवगतः तदर्थम् अस्तु तदनन्तरम् अग्रिमे वाक्ये किं लिखितमस्ति अत्र गीताञ्जलि भगिनी भवती पठतु अग्रिमं वाक्यं उषा भगिनी भवत् उषा भगिनी कृतवती इति भाति गीताञ्जलि भगिनी भवती पठतु आं भगिनि अहं समाज इति दृष्टवती भगिनि डिक्शनरी आप्टे मध्ये संयोगः अज् योगः घञ् इति दत्तम् अज् एकम् अज् एकं धातुरूपमस्ति भ्वादिगणे गतिक्षेपणयोः इत्युक्ते टु गो टु ड्रैव् टु थ्रो टु रैड् अजति इति रूपम् अस्ति अज् धातुः द्रष्टव्यम् इत्युक्ते तत्र अत्र समाजः पुष्पा भगिनी नमस्ते पुष्पा भगिनी नमस्ते विच् पेज् मया एकं करपत्रं प्रेषितं भगिनि, अत्र सन्ततिः कस्मै न रोचते इति एका रचना अस्ति, तस्मिन् प्रसङ्गे वयं चिन्तनं कुर्वन्तः स्मः. I don't think I saw any karapatra. No, okay. All right, maybe you can send it to me. I can look at it. Kopi prashayati va? Atra? Maya Pushpa Rao to Gmail. Astu. Astu. Tadanantaram, agrimam vakyam. Gitanjali Bhagini, bhavati vivrunotu. Prayatna karami Bhagini. Putra vadhuhu api श्वशुरम् तस्मात् पूर्वम् आत्मानुरूपया कन्यया. ओ अस्तु. आत्मानुरूपया कन्यया सह यूनः आत्मनुरूपेण वरणे सह युवत्याः च विवाहः जायते. जायते इति तु आत्मने रूपी क्रियापदम् अस्ति. जायते इत्युक्ते to be born, to be, to create. So, vivahah jayate. Iti, iti laghu vakyam. Atmanu rupaya kanyaya saha. Atmanu rupaya iti... Bhagini, atra pashyatu. Atmanu rupaya. अत्र पदविच्छेदं कुर्मः चेत् आत्मा अनुरूपया अनुरूपया. अत्र किं वदामः, समस्तपदम् अस्ति, आत्मा इति नकारान्तपदम् अस्ति, अनुरूप इति पदमपि अत्र अस्ति. तत्र समस्तपदस्य तृतीयाविभक्त्यन्तं रूपम् आत्मानुरूपया. वयं समासवर्गे वयं चर्चितवन्तः अनुरूपम्. भवती वदतु किञ्चित्. अनुरूपं तु अव्ययीभावसमास अस्ति. इत्युक्ते पूर्वपदप्रधान अस्ति. अनुरूपं पूर्णसमास नपुंसकलिङ्गम् एव तिष्ठति. अत्र तु तृतीया विभक्तिरूपम् अस्ति अनुरूपया इति. अत्र इतोपि किञ्चित् चिन्तनीयमस्ति. इत्युक्ते अत्र यथा भवत्या उक्तम् अनुरूपम् इति अव्ययीभावसमासः अस्ति. तत्र योग्यार्थे योग्यता, तत्र योग्यार्थे अनु इति अव्ययपदस्य प्रयोगं कुर्मः. किन्तु अत्र रूपस्य योग्यम् इति तत्र भवति. किन्तु अत्र अनुरूपा कन्या तत्तु विशेषणविशेष्यभाव. अधुना कन्यया अनुरूपा कन्या आत्मानुरूपा कन्या इति प्रथमाविभक्त्यन्तं रूपम् आत्मानुरूपया कन्यया सह. अत्र सह इति पदमस्ति चेत् किं भवति भगिनी वदतु. सः अस्ति चेत् तु तृतीया एव योजयामः. तदेव कन्यया सह कीदृशकन्यया आत्मानुरूपया कन्यया. उत्तमम्. अत्र किञ्चित् वदामि. अत्र सः इति उपपदमस्ति. तदर्थमेव अत्र उपपदतृतीया इति वदामः. तत्र एकं सूत्रमस्ति, सहयुक्ते अप्रधाने इति एकं सूत्रमस्ति. सहयुक्ते अप्रधाने इति सूत्रेण तत्र यत्र यत्र सः इति पदमस्ति, उपपदमस्ति, तत्र तृतीया विभक्तिः भवति. तत्र सूत्रं तु सहयुक्ते अप्रधाने. अपि च कन्यया सह यूनः कीदृशं पदम्. यूनः न जानामि. यूनः ओ अद्य अद्य एव मया उक्तम्. षष्टिविभक्ति. उत्तमम्. अत्र यूनः आत्मानुरूपया कन्यया सह यूनः. तत्र किं वदामः, संस्कृतभाषायां किं वक्तव्यं कामा इत्युक्ते, कोऽपि वदतु. कामा आङ्ग्लभाषायां कामा इति वदामः. कोऽपि वदतु. द्रष्टव्यं इत्युक्ते आत्मानुरूपया कन्यया यूनः विवाहः, आत्मानुरूपेण वरेण सह युवत्याः विवाहः जायते. अत्र यूनः इति पदं युवन् शब्दस्य षष्टिविभक्त्यन्तं रूपं. यूनः विवाहः इत्युक्ते तस्मिन् स्थाने युवकस्य युवकस्य इति पदमपि योजयित्वा लेखितुं शक्नुमः. अपि च अत्र भगिनी एकः प्रश्नः, तत्र काम अर्धविरामः इति भवति वा? द्रष्टव्यम्. अपि च अनेक प्रश्नाः भगिनी, काम संस्कृते अस्ति वा? किमपि काम इत्यस्य किं इत्युक्ते तत्र अनेके प्रश्नाः सन्ति. अत्र अनेके प्रश्नाः इति एकः विषयः, उपयोगः दृश्यते इति अन्यः विषयः. अपि च अत्र संस्कृतभाषायां काम इत्यस्य प्रयोगः दृश्यते वा? अत्र अरविन्दमहोदय, भवान् किं चिन्तयति? दृश्यते भगिनि, एकनिमिषं. काम काम क्रोध इति कामक्रोध नास्ति अत्र. काम इति रामः कृष्णः रमेशः लैक् दट् वी जस्ट् हेव् टु अण्डर्स्टाण्ड् बै सीङ्ग् दट् च. दे डोण्ट् पुट् काम इन् प्रिण्ट्. ऐ हेव् नाट् सीन्. No, ever, ever. I haven't seen it either. अस्तु, धन्यवादः. धन्यवादः भगिनी. अनन्तरम् अत्र गीताञ्जलि भगिनी, अत्र एकः प्रश्नः भगिनि, वन् मोर् क्वश्चन्. ऐ हेव् हर्ड् दट् युवति हेस् टु फार्म्स्, युवतिः ह्रस्व एण्ड् युवती. वदामि वदामि तस्मिन् प्रसङ्गे किञ्चित् तस्मिन् प्रसङ्गे किञ्चित् वदामि. अत्र मया अपि मम पार्श्वे एकं पुस्तकमस्ति, तस्य नाम रूपशुद्धिः इति नाम्ना एकं पुस्तकमस्ति. तस्मिन् पुस्तके तत्र बहूनि पदानि इत्युक्ते बहूनां पदानाम् आवलिः दत्ता. अत्र आवलिः इति पदम् एकं पदमस्ति, आवली इति अन्यत् पदमस्ति. इत्युक्ते मतिशब्दवत् अथवा किं वदामः, मतिशब्दवत् ह्रस्व ईकारान्तपदमपि अस्ति, नदीशब्दवत् दीर्घ ईकारान्तपदमपि अस्ति. तादृशानि पदानि एकस्मिन् पुटे बहूनि पदानि, बहूनां पदानाम् आवलिः तत्र मया आवलिः दृष्टा. तत्र उदाहरणार्थं कानिचन पदानि वदामि. रात्रिः रात्री, धमनिः धमनी, भूमिः भूमी, महिः मही. मही इत्युक्ते पृथिवी. तथा एव पङ्क्तिः पङ्क्ती, वीधिः वीधी, युवतिः युवती. अत्र युवतिः इति पदमस्ति. यथा लता भगिन्या उक्तं, तत्र रूपद्वयमपि साधु एव. इत्युक्ते आहत्य युवतिः इति पदं मतिशब्दवत् रूपाणि लेखनीयानि. युवती अस्ति चेत् नदीशब्दवत्. अन्यानि पदानि भेरिः भेरी, अङ्गुलिः अङ्गुली, धरणिः धरणी, वीचिः वीची, केलिः केली, अतिथिः अतिथी, द्रोणिः द्रोणी, मालतिः मालती, दीपावलिः दीपावली, सरणिः सरणी. इत्युक्ते एतादृशरीत्या तत्र बहुनां पदानाम् आवलिः दत्ता. इत्युक्ते आहत्य कि अङ्गुलिः अङ्गुली साधारणं पदमेव. इन् दिस् केस् युवती दीर्घा इति चेत् नदी वत् सो युवत्याः वि हेव् दट् सेण्टेन्स् हियर् नो संथिङ्ग् युवत्याः शी विल् चूस् हर् वर दट् सेण्टेन्स् सो युवत्याः विल् बि द ईकारान्त षष्टि विभक्ति इफ् इट् इस् युवतिः इकारान्त मती शब्दवत् मीन्स् युवत वाट् डु वि से फर् षष्टि युवतयः इस् इट् कोऽपि वदतु अत्र मतिशब्दस्य रूपाणि षष्ट्यन्तरूपम् युवत्याः फार् बोत् युवतिः आल्सो युवत्याः युवती आल्सो बिकम्स् युवत्याः इन् षष्टि विभक्ति युवतेः अपि भवति यस् यस् यस् सिन्स् इट् इस् गिवन् युवत्याः हियर् we assume it must be yuvati dirgha nadivat na mati shabdasya prasange tatra kim gnyatavyam ichukte chaturthi vibhaktyam panchami vibhaktyam shashti vibhaktyam saptami vibhaktyam tatra chaturshu staleshu rupadvayam siddhyati both are there nadi shabdasya prasange kevalam ekameva rupam siddhyati उत्तमम् आहत्य साधारणं पदमेव दीपावलिः तत्र दीपावलिः इति ह्रस्वैकारान्तपदं स्त्रीलिङ्गपदमस्ति अपि च दीपावली दीर्घ ईकारान्तपदमपि अस्ति अत्र आवलिः आवली अङ्गुलिः अङ्गुली एतादृशानि पदानि तत्र रूपद्वयमपि साधु एव वदतु महोदय वदतु Now, regarding the comma, the thing which I was searching for, I found that in the olden days there was no comma used. It's all modern addition to printing. But wherever api, cha, ityadi, things are there, the vakyartha bodhanena pradaktam karaniyam. Those are adverbs. इत्युक्ते तेषां साहाय्येन तादृश अर्थः एव तत्र सिद्ध्यति नाम नास्ति चेदपि भगिनि द्वे अपि स्त्रीलिङ्गे अस्ति सर्वे महिः मही देशे सर्वे स्त्रीलिङ्गे अस्ति उत्तमम् इत्युक्ते एतानि पदानि सर्वाणि अपि स्त्रीलिङ्गपदानि एव किन्तु प्रथमं रूपं ह्रस्व इकारान्तरूपम् अन्यत् रूपं दीर्घ ईकारान्तरूपम् अस्ति किन्तु अर्थभेदः नास्ति किन्तु रूपभेदः अस्ति अर्थभेदः नास्ति रूपभेदः तु अस्ति एव तदर्थमेव रूपद्वयमपि तत्र वाक्येषु अस्माभिः दृश्यते उत्तमम् अनन्तरं गीता तिवारि भगिनी न Karapatra, please. I have sent an email to you. Astu, astu, bhagini. Atra, Shobha bhagini, bhavati kinchit vivrunotu, atra atmanu rupena, tatra anatvam kimardham asti? Atmanu rupena. Tatra atma anu rupena. Arepaha asti, tadanantaram dirgha ukaraha, पकारः तत्र एकनिमिषं भगिनि तत् सूत्रम् अट् कुप् वा द्रष्टुं वदामि तेन सूत्रेण अट् वर्णाः कवर्गीय अपि च पवर्गीयवर्णाः रेफशकारयोः अपि च नकार योः मध्ये आगच्छन्ति चेत् तत्र णत्वं भवति इति तत्र रेफस्य अनन्तरं पकारस्य प अक्षरः अस्ति अपि च ऊकारस्वरः अतः तत्र णत्वं भवति, तत्र किमपि बाधा नास्ति णत्वं न भवितुम्. उत्तमम्. इत्युक्ते नकार रेफनकारयोः मध्ये बाधकवर्णाः न सन्ति इति विषयः. एतावत् अत्र प्रथमं सूत्रं रषाभ्यां नोणः अस्ति, किन्तु रषाभ्यां नोणः इत्यनेन अत्र णत्वं न भवति, किन्तु अट्कुप्वाङ्गनुं व्यवायेपि इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु अट्कुप्वाङ्गनुं व्यवायेपि इत्यस्मिन् सूत्रे रषाभ्यां नोणः इत्यस्य अनुवृत्तिः अस्ति. अनुवृत्तिः नास्ति चेत् वदतु. तत्र रषाभ्यां नोणः इत्युक्ते साक्षात् रेफस्य शकारस्य अनन्तरं न इति भवति चेत् तत् सूत्रम् आगच्छति. तत्र अन्ये किमपि अट्वर्णाः अपि कवर्गीय पवर्गीयवर्णाः सन्ति चेत् अन्यत् सूत्रम् आगच्छति. उत्तमं. तत्र क्षम्यता भगिनि, अहं वरेण इत्यस्मिन् अपि वदतु. वरेण तत्र तु रषाभ्यां नोणः इति सूत्रं कार्यं करोति, किमर्थं चेत् रेफस्य साक्षात् अनन्तरं पश्यतु. ओ अस्तु, क्षम्यतां. वरः वरेण तत्र अच् अस्ति, तत्रापि तत्र ए आगच्छति किल, तत्तु स्वरः एव. अट्कुप् इति सूत्रमेव कार्यं करोति वा तत्र? उत्तमम्. इत्युक्ते अत्र साक्षात् अनन्तरं नास्ति, मध्ये व्यवधानं नास्ति. नास्ति तत्र कृष्णः इति तत् समीचीनः उदाहरणमस्ति. कृष्णः इत्युक्ते साक्षात् अनन्तरं शकारस्य अनन्तरम् आगच्छति नकारः इति कृत्वा णत्वं भवति. तथा एव पूर्ण पूर्ण अस्तु. पूर्ण रेफस्य साक्षात् अनन्तरं नकारः, अतः णत्वं भवति. इतोपि किञ्चित् वक्तुम् इच्छति वा अस्मिन् प्रसङ्गे? णत्वस्य प्रसङ्गे वा भगिनि? णत्वप्रसङ्गे अस्मिन् सन्दर्भे तत्र किं दत्तं, अनुरूपेण वरेण सह युवत्याः च विवाहः जायते. तत्र अनुरूपेण वरेण वरः इत्यस्मिन् प्रसङ्गे वयं पूर्वं चर्चितवन्तः खलु. वरः इत्युक्ते यः पतिः भवितुम् अर्हति इत्यस्य अर्थे भवति. वरः इत्युक्ते देवस्य भगवन्तः कृपा इति अपि भवति. वरः इत्युक्ते श्रेष्ठः. हा, श्रेष्ठः अपि भवति. अन्यत् द्वे अपि आसीत् भगिनि, अधुना स्मरामि, क्षम्यताम्. चिन्ता मास्तु. अत्र तस्मिन् प्रसङ्गे वरः इत्यस्मिन् वरशब्दस्य प्रसङ्गे वयं पूर्वं चर्चितवन्तः, अतः अग्रे सरेम. अपि च अत्र जनी प्रादुर्भावे इति तत्र औपदेशकधातुः जनी अस्ति, जन् धातुः, जन् भवति, तस्मात् एव जायते इति रूपमायाति. जन् धातुः अकर्मकधातुः, अतः विवाहः जायते प्रथमविभक्तौ अस्ति. इत्युक्ते अत्र कर्मपदं नास्ति. विवाहः इति पदं कीदृशं पदम् इति मया दृष्टं, तदर्थमेव वदामि. वि उपसर्गपूर्वकः, वह् धातुः, घञ् प्रत्ययः, विशिष्टं वहनं विवाहः. अपि च विवाहस्य प्रसङ्गे बहूनि अन्यानि पदानि सन्ति, पाणिग्रहणं, परिणयः. किन्तु भवन्तः एकः सन्देहः तत्र, वहनम् इत्युक्ते क्यारियिङ्ग् खलु, वहति इत्यस्य अर्थे, वि उपसर्गपूर्वकः किमपि वहनम् इति अर्थे भवति वा? बहु गहनमेव अस्ति वहनम् अत्र. In Kannada, we call that ox cart, no? If there are two oxen, there is one noga connecting the two. They both have to go straight, I mean, in the same direction. Then only the cart can go properly. So symbolically they placed the noga during the vivaha upon the necks of both husband and wife. That they both should think alike and go in with consensus. Actually, actually only on the vadhus, you know, only not. Maybe. But these days girls may not agree to that. nowadays that is not true. भगिनी वह धातु वहति ऊह्यते पितृगृह पतिगृहम् वधूः तत्र वधूः इति दीर्घ ऊकारान्त स्त्रीलिङ्गपदमस्ति तस्मिन् प्रसङ्गे वदति अत्र मया अहं शब्दकोशं दृष्टवती अतः वदामि विशिष्टं वहनम् इति लिखितमस्ति इत्युक्ते अत्र वहनम् इति वह धातोः ल्युडन्तपदं किन्तु वाहनम् इति अस्ति वहति वाहयति वाहयति तत्र तु णिजन्तरूपं णिजन्तरूपम् अस्ति किन्तु विवाहः अष्टविधः भवन्तः जानन्ति खलु अष्टविधः वदतु भगिनी लक्ष्मी भगिनी अष्टविधाः विवाहाः अहम् अग्रे अनन्तरं प्रेषयामि भगिनी. अस्तु भगिनि. किमर्थं चेत् अत्र पुस्तकात् अपि अद्य वयं किञ्चित् पठेम तदर्थम् अनन्तरं प्रेषयामि. अस्तु उत्तमम्. अत्र अग्रिमं वाक्यमस्ति अत्र वेदा भगिनी भवती विवृणोतु अग्रिमं वाक्यं पुत्रवधूः अपि अस्ति वा भगिनि नो चेत् पुष्पा भगिनी भवती विवृणोतु पुत्रवधूः अपि अस्ति वा मया न दृष्टं इस् इट् इन् शीट् आफ् कापि पुष्पा भगिनी ऐ सेण्ट् अ सेकेण्ड् टैम् नो चेत् अत्र गीताञ्जलि भगिनी भवती एव विवृणोतु अग्रिमं वाक्यं पुत्रवधूः अपि श्वशुरं श्वश्रूञ्च माता पितृवत् सेवते पुत्रवधूः अपि इत्युक्ते अत्र तु सेवते क्रियापदं पुत्रवधूः सेवते कर्तृपदं पुत्रवधूः पुत्रवधूः इत्युक्ते पुत्रस्य वधूः अस्ति अपि इत्युक्ते अव्ययपदं श्वशुरम् इति तु कर्मपदं वरस्य प्रथमान्तं पदं वदतु श्वशुरम् इत्यस्य प्रथमान्तं पदं श्वशुरं प्रथमाविभक्ति इति तु श्वशुरः अकारान्त पुल्लिङ्ग ऋकारान्त न न भगिनी भवती सम्यक्तया उक्तवती श्वशुरः श्वशुरः इत्युक्ते रामशब्दवत् रामवत् इति अहं मन्ये भ्रम जाता उत्तमं श्वशुरः श्वशुरौ श्वशुराः इति अग्रिमं पदं वदतु तु कर्मपदं तदनन्तरं श्वश्रूञ्च इति तु श्वश्रू इत्युक्ते स्त्रीलिङ्गपदं भवती वदतु भगिनी गीताञ्जलि भगिनी भवती वदतु श्वशुरं तु पुंलिङ्ग श्वशुरम् इति कर्मपदं पुंलिङ्गपदं श्वशुरून् श्वश्रून् इति तु स्त्रीलिङ्गपदम् इत्युक्ते वरस्य माता तत् कर्मपदम् अपि श्वश्रू न भगिनि अत्र किञ्चित् वदामि अत्र श्वशुरः श्वशुरः इत्युक्ते पत्युः पिता पत्युः पिता अथवा भार्यायाः पिता भार्यायाः पिता अपि श्वशुरुः श्वशुरः एव पत्युः पिता अपि श्वशुरः एव इत्युक्ते एतावता भार्यायाः पिता अपि श्वशुरः भवितुमर्हति पत्युः पिता अपि अपि च अत्र श्वश्रूः इति द्वितीयं पदमस्ति श्वश्रूः इति तत्र मदर् इन् ला इत्यस्मिन् अर्थे वधूः इति शब्दवत् तत्र अन्ते विसर्गः श्रूयते श्वश्रूः कोऽपि तत्र उषा भगिनी जानाति श्वश्रूः इति पदस्य रूपाणि प्रथमाविभक्त्यन्तरूपाणि एकवारं स्मारयतु भगिनि श्वश्रू ऊकारान्त स्त्रीलिङ्ग श्वश्रूः श्वश्रौ श्वश्रवः श्वश्रूः श्वश्रुवौ श्वश्रुवः अत्र वधूः इति शब्दवत् रूपाणि साधनीयानि किन्तु किञ्चित् अत्र रेफः अस्ति अपि च बहवः वर्णाः सन्ति इति कृत्वा किञ्चित् द्विवचनरूपं पश्यन्तु श्वश्रुवौ इति वक्तव्यं तत्र शकारः रेफः वकारः तत् सर्वम् आयास्यति तत्र श्वश्रूः श्वश्रुवौ श्वश्रुवः श्वश्रूं श्वश्रुवौ श्वश्रूः अत्र एतावता अत्र पदनिर्माणप्रसङ्गे परसवर्णसन्धिः अभवत् भगिनी किञ्चित् वदतु अत्र श्वश्रूं च श्वश्रूं च इति तु केवलवर्णमेलनम् एव तदनन्तरं मनुस्वार इति सन्धि पृच्छति परसवर्णः आगच्छति भगिनि मकारस्य परसवर्णः आगच्छति चकारस्य ञकारः आगच्छति चवर्गी अन्तिमव्यञ्जनं ञकारः आगतः अत्र श्वश्रूपदान्तस्य अपदान्ते अनुस्वारस्य ययि परसवर्णः इति तत्र अपदान्ते कार्यं करोति यथा मुं योगः चति मुञ्चति इति वापदान्तस्य पदान्तस्य अनुस्वारस्य परसवर्णादेशः भवति ययि परे यथा गृहं च गृहं च इति भवति मातापितृवत् सेवते अत्र पठितुं शक्नोमि अत्र मातापितृवत् किञ्चित् वदतु भगिनि मातापितृवत् प्रसङ्गे मातापितृवत् इत्युक्ते वधूः स्वस्य मातापितृवत् इति मन्यते अपि च सेवते इति अर्थः स्वस्य माता पितृवत् अत्र इत्युक्ते अहं चिन्तयामि तत्र एकः प्रत्ययः अस्ति मातृवत् पितृवत् दैववत् तत्र तवत् नास्ति भगिनि तत्र वति इति एकः प्रत्ययः अस्ति वति प्रत्ययः अस्ति अग्रिमं वाक्यं भवती वदतु भगिनि पुष्पा भगिनी सा माता पितृवत् इत्यनेन लैक् मदर् अण्ड् फादर् शुशरं श्वश्रुरं श्वश्रून् तत् मातापितृवत् इति न लैक् अग्रिमं वाक्यं वदतु वदामि वदामि सा श्रुष्वा न श्रुष्वा सः उन्मकम् उच्चारणं श्वश्रुवा श्वश्रुवा अस्तु अत्र सम्यक् न दृश्यते श्वश्रुवा सः अत्र रकारः सः उन्मुक्तं भाषते किन्तु श्वशुरात् किञ्चित् लज्जते अस्तु अस्तु अस्तु सा तत् वधुः श्वश्राव तत्तु भार्याः माता सः उन्मत्तं भाषते, उन्मत्तं विपरीतम् इति उन्मत्तं भाषते, किन्तु श्वशुरात् किञ्चित् लज्जते. लज्जते तु हिन्दे तु हौ शुड् ऐ से दट् कन्नडदल्ले somebody who heard me can say hindi to lajja kinchit vadami bhagini atra atra shvashruva iti trutiya vibhaktantam rupam asti punah atra upapada trutiya asti tatra sutram asti sahayukte apradhane iti sutrena tatra trutiya vibhaktih bhavati api cha unmuktam उन्मुक्तम् इति पदं क्तान्तरूपम् अस्ति. तत्र उत् उपसर्गपूर्वकः मुच् धातुः, तत्र मुच्लु इति धातुः अस्ति. तत्र मोक्षणे इत्यस्मिन् अर्थे मुञ्चति इति लट्लकाररूपं वयं जानीमः एव, मुञ्चति. तत्रापि मुच्लु इति धातुतः मुञ्चति इति रूपं कथम् आयाति, तत्रापि शेमुचादीनाम् इति सूत्रेण एव तत्र मुञ्चति इति रूपं सिद्ध्यति. मुच् धातोः रूपमेव मुक्त इति. उत् उपसर्गपूर्वकः मुच् धातुः क्तान्तरूपं, तेन उन्मुक्तम् उन्मुक्तम् इति रूपम् आयाति. किन्तु अत्र क्रियाविशेषणम् अस्ति इति भाति. उन्मुक्तं भाषते, कथं भाषते? Freely. She speaks freely with mother-in-law, but she feels shy to talk to her father-in-law. Yeah, that's the meaning. Unmuktam. Free, okay, not viparita. Not viparita. Yeah, free. Unmuktam is called bandana rahitam. Uttamam. Bandana rahitam. Bandana rahitam. Anantaram shvashurat. But she is a new vadu means, भीतः भवति किल श्वश्रु समीपे. तत्तु चतुर्थी विभक्ति न भगिनि. श्वशुरः श्वशुरं पञ्चमी क्षम्यतां. अत्र लज्जते इति वयं जानीमः एव, तत्र एकः धातुः अस्ति ओ, तत्र ओ लस्जि इत्युक्ते तत्र धातौ बहवः इति संज्ञकवर्णाः सन्ति इति भाति. किन्तु लज्जते इति अकर्मकधातुः, तदर्थमेव अत्र कर्मपदं नास्ति. सा लज्जते इत्युक्ते अस्मिन् वाक्ये कर्मपदं नास्ति, अकर्मकधातुः अस्ति इति कृत्वा. अपि च अत्र पमेला भगिनी भवती पठतु अग्रिमं वाक्यम्. अस्माकं देशे कुटुम्बस्य सुदृढा आदर्शपरम्परा वर्तते. अस्माकम् अस्मत् शब्दस्य षष्टिः बहुवचनं, देशे षष्टिविभक्ति, कुटुम्बस्य अपि सोरि देशे सप्तमी, कुटुम्बस्य षष्टि, सुदृढा न जानामि भगिनि. अहं किञ्चित् वदामि अत्र सुदृढा, अत्र किञ्चित् वदामि. परम्परा इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा सुदृढा इति स्त्रीलिङ्गं तत्र विशेषणं भवति. अत्र एकः धातुः अस्ति संस्कृतभाषायां दृह् इति धातुः अस्ति. दृह् धातुतः तत्र एकं क्रियापदं दर्हति इति एकं क्रियापदम् अस्ति. टु ग्रो इत्यस्मिन् अर्थे भुवादिगणीयधातुः दर्हति इति लट्लकाररूपम् अस्ति. किन्तु अत्र क्तान्तरूपं क्तान्तरूपमस्ति इति कृत्वा दृढ इति पदमस्ति. इत्युक्ते आहत्य अत्र कीदृशं कार्यं भवति, दृह् धातुतः क्ताप्रत्ययस्य योजनेन दृढ इति भवति. तत्र हकारस्य स्थाने ढकारः, तत्र एकं विशिष्टं सूत्रमस्ति होढः इति सूत्रं. हकारस्य स्थाने ढकारः आयाति, तेन दृढ इति पदम्. इत्युक्ते एतावत् अत्र दृढ इति पदं क्तान्तपदं. साधारणानि पदानि वयं तत्र होढः इत्यस्मिन् प्रसङ्गे सः धातुतः सोढुं, वह् धातुतः वोढुं, तुमनन्तरूपाणि साधयितुम् इच्छामश्चेत् तत्र होढः इति सूत्रस्य प्रसक्तिः भवति. तत्र अत्र तु दृह् धातुतः दृढ इति पदमस्ति. दृढ इति विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु रूपाणि भवन्ति. दृढशब्दात् एव अन्यानि तद्धितान्तपदानि वयं जानीमः एव. कोऽपि वदतु तत्र दृढशब्दात् आगतानि पदानि. लता भगिनी उक्तवती, अपि च ललिता भगिनी अपि उक्तवती. अत्र दृढशब्दात् दृढ इति पदं कृदन्तपदमस्ति, इत्युक्ते धातुतः निर्मितमस्ति. अपि च तस्मात् तदनन्तरं सुप्रत्ययस्य योजनेन सुबन्तं भवति कृदन्तपदम्. अपि च तत्र तद्धितप्रत्ययानां योजनेन तद्धितपदानि सिध्यन्ति. कथम् इत्युक्ते दृढत्वं, दृढता, लता भगिन्या उक्तं दृढस्य भावः दार्ढ्यं. दार्ढ्यम् इति पदमस्ति. एतावता एतानि पदानि तद्धितप्रत्ययान्तपदानि. अपि च आदर्शपरम्परा अस्ति. अत्र संस्कृतभाषायाम् आदर्शः इत्युक्ते कः? कोऽपि वदतु. आदर्शः इत्युक्ते मिरर्. किमर्थम् आदर्शः इत्युक्ते मिरर्? मिरर् इति अर्थः अस्ति चेत् तत्र कोऽपि विवृणोतु. आदर्शः मम दर्शयति किल अस्माकं रिफ्लेक्शन्. दर्पणं या आदर्श पर्यायपद. आदर्शपदे दर्शति किल अस्माकं प्रतिफलनं भवति तत्र रिफ्लेक्शन् भवति. तत्र आ उपसर्ग अस्ति वा भगिनि? आ इति अथवा आ ब्रह्म इति अर्थे अस्ति वा? आ योगः दर्श. आ इति आगच्छति. अत्र तु अहं किं पृष्टवती इत्युक्ते तत्र पदनिर्माणप्रसङ्गे न पृष्टवती. इत्युक्ते पदं कथं कथं साधितं तस्मिन् प्रसङ्गे अहं न उक्तवती. किमर्थम् आदर्शः इत्युक्ते मिरर्? साधारणतया आदर्शपुरुषः रामः, आदर्शपुरुषः इति वदामश्चेत् तत्र साधारणतया वयं मिरर् रोल् माडेल् इति चेत् रोल् माडेल् तत्र साधारणतया दर्पणं दृष्ट्वा, आदर्शः इत्युक्ते दर्पणम्. दर्पणं दृष्ट्वा वयं केशप्रसादनं कर्तुं शक्नुमः, अलङ्करणं कर्तुं शक्नुमः. तथा एव आदर्श अस्माकं पार्श्वे आदर्शः अस्ति चेत् तं दृष्ट्वा वयं कोऽपि समीचीनतया जीवितुं शक्नुमः इति मम चिन्तनं तत्र. आदर्शः इत्युक्ते दर्पणम् इति अर्थः संस्कृतभाषायाम्. अत्र भारतदेशे आदर्शपरम्परा वर्तते, अपि च सा परम्परा सुदृढा अस्ति. अत्र परम्परा इत्यस्मिन् अर्थे अन्यानि पदानि सन्ति. तत्र सम्प्रदायः इति एकं पदमस्ति, परिपाटी एकं पदमस्ति, अनुक्रमः इति अन्यत् पदमस्ति. एतानि पदानि तत्र परम्परा इत्यस्मिन् अर्थे एव तेषां प्रयोगः भवति. अपि च अस्मिन् अत्र अस्यां रचनायां बहवः विशेषाः सन्ति. यथा यदा तदा प्रयोगः अस्ति, अपि च षष्टि प्लस् कृते चतुर्थीविभक्तेः अर्थे तस्य प्रयोगं कुर्मः अपि च चकारस्य प्रयोगः अस्ति अत्र, अपि च सन्नन्तपदानि बुभुक्षितः, बुभुक्षितम् इत्यादीनि पदानि सन्ति. तेषां प्रसङ्गे वयं सन्नन्तपदानां परिचयः अपि अस्माभिः प्राप्तः अस्ति. अत्र यद्यपि कालातीतः अभवत्, किञ्चित् वयं शीघ्रं गीतासोपानं पुस्तकात् एकम् अभ्यासं कुर्मः, सर्वे बहु शीघ्रं कुर्मः. नवचत्वारिंशत्तमे अभ्यासद्वयमस्ति, 49 पेज् मध्ये एकः अभ्यासः अस्ति, तत् पश्यन्तु. अत्र दर्शना भगिनी भवती अस्ति वा तत्र? आं भगिनि, श्रूयते वा? पठतु. उदाहरणमस्ति, एतेषु वाक्येषु परस्मैपदी क्रियापदानि प्रयुक्तानि सन्ति. तत् समानार्थकानि आत्मपदी क्रियापदानि कोष्टके दत्तानि सन्ति. ततः उचितं क्रियापदं चित्वा रिक्तस्थाने लिखत. प्रथमं वयं भारतमातरं प्रणमामः, वन्दामहे, पर्यायवाचक. ईश्वरः, पठानि वा भगिनी? अत्र चित्वा इति पदमस्ति, चित्वा इति पदस्य प्रसङ्गे वदतु. धातु अहं न जानामि, परन्तु चूर्विङ्ग् त्वा प्रत्यय अस्ति. ची धातु वा? अहं न जानामि धातु. ची धातोः रूपं ची धातु चिनोति धातुः अस्ति. चिनोति, चिनुते रूपद्वयमपि, अपि च लुडन्तरूपं चयनं, चयनम् इति लुडन्तरूपम्, अत्र क्त्वान्तरूपं दत्तमस्ति. अत्र वाक्यं पूरयतु, प्रथमं वाक्यं. वयं भारतमातरं प्रणमामः, वन्दामहे इति पर्यायवाचक क्रियापदम्. अत्र वन्द धातोः प्रसङ्गे, अत्र वन्द धातुः अपि इदित् धातुः, तदर्थमेव अत्र वदयुम् इति मूलस्थित्यां वदयुम् अस्ति. तत्रापि इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति इति कृत्वा वन्दते इति रूपमायाति. अत्र भारतमाता इति पदमस्ति. अत्र भारत इत्यस्मिन् प्रसङ्गे मया एकः विषयः वक्तव्यः. तत्र भाः इति सकारान्तपदमस्ति, भवन्तः जानन्ति वा? भा धातोः धातुः नास्ति, भाः इति सकारान्तपदम्. भासते, भासते इति क्रियापदं, किन्तु अहं नामपदस्य प्रसङ्गे वदामि. तत्र उत्तमं, प्रकाशः, तत्र लैट् इत्यस्मिन् अर्थे भास् इति सकारान्तपदमस्ति. तत्र स्त्रीलिङ्गपदं, तस्य रूपाणि भाः, भासौ, भासः, तादृशानि रूपाणि भवन्ति. भाति इति क्रियापदमपि अस्ति, किन्तु अहं नामपदस्य प्रसङ्गे वदामि. अत्र भारत इत्युक्ते किम् इत्युक्ते, तत्र भासी रताः, भारताः, भासी रताः, भारताः इति भवति. अथवा मया भायां रतः, भारतः इति अपि भवितुमर्हति. तत्र भा इत्युक्ते ज्ञानं, प्रकाशः, कान्तिः इति भवति. साधारणतया प्रकाशः इत्युक्ते, अन्धकारस्य अभावः. अन्धकारः इत्युक्ते प्रकाशस्य अभावः. एतावता अत्र प्रकाशः इत्युक्ते ज्ञानप्रकाशः, भारताः इत्युक्ते भासीरताः. मया एकं वाक्यं श्रुतं, तत् किम् इत्युक्ते विद्या नाम का इति वदामश्चेत्, या विद्या सा विमुक्तये. बहु उत्तमं व्याख्यानं. या विद्या सा विमुक्तये इति वदन्ति. पुस्तकमस्ति, पुस्तकमस्ति खलु. तत् वाक्यं मया श्रुतं, पठितवती. उत्तमम्. एकः प्रश्नः भगिनि, भासीरथाः इत्युक्ते भारताः वा? भारताः, भारताः. तदनन्तरं भारत, भारतः कथमायाति? भासीरथः, सप्तमी विभक्ति. इत्युक्ते भाः इति तत्र सकारान्तपदस्य सप्तमी विभक्ति एकवचनरूपं भासि, रथः भारतः इति भवति. उत्तमं. दर्शना भगिनी द्वितीयं वाक्यं करोतु. ईश्वरः, ईश्वरः भक्तान् कष्टात् रक्षति. पर्यायवाचक अस्ति त्रायते. अत्र पञ्चमी विभक्तिः किमर्थं किञ्चित् वदतु. कष्टात् फ्रोम् फ्रोम् प्राब्लम् रक्षति अस्ति खलु, फ्रोम् फ्रोम् प्राब्लम्. उत्तमम्. अत्र किं ज्ञातव्यम् इत्युक्ते, अहं किञ्चित् वदामि. अत्र एतत् अयं विषयः तु कारकविषयः. तत्र एकं विशिष्टं सूत्रमस्ति, भीत्रार्थानां भयहेतुः. भीत्रार्थानां भयहेतुः इति सूत्रेण यत्र भीतेः रक्षणं भवति, अपि च रक्षणं तेषु सन्दर्भेषु पञ्चमी विभक्तिः भवति, भीत्रार्थानां भयहेतुः. अत्र कष्टात् रक्षति. अन्यानि वाक्यानि अहं किञ्चित् वदामि. तत्र मरणात् बिभेति, बिभेति इत्यस्मिन् भी धातुः अस्ति. तथा एव चोरात् बिभेति, व्याघ्रात् बिभेति, मरणात् बिभेति. तत्र बिभेति अस्ति चेत् तत्र पञ्चमी विभक्तिः भवति. तथा एव अत्र मरणात् त्रायते, व्याघ्रात् त्रायते, त्रायते इत्युक्ते रक्षणं, रक्षणं. व्याघ्रात् त्रायते, तत्र त्राणं, रक्षणं. मन्त्रम् इत्युक्ते मननात् त्रायते इति एव मन्त्रः. गायन्तं त्रायते, त्रायते गायत्री. उत्तमम्. अत्र त्राणम् इत्युक्ते रक्षणम्. एतावत् अत्र पञ्चमी विभक्तिः किमर्थं भवति इत्युक्ते, तत्र बिभेति, रक्षति, त्रायते, एतानि क्रियापदानि सन्ति चेत् तत्र सर्वदा पञ्चमी विभक्तिः भवति. तृतीयं वाक्यं करोतु. यूयं किं चिन्तयथ मन्यद्वे, यतोहि तत्र किं मध्यम पुरुषः अस्ति, अतः मन्यद्वे. मन्यद्वे. उत्तमं. अग्रिमं वाक्यं. तौ आकाशं पश्यतः, तत्र वीक्ष्यते. तत्र प्रथमपुरुष द्वितीय वचनं, द्विवचनं. तदर्थं वीक्ष्यते द्विवचनं. उत्तमं. वीक्ष्यते. धन्यवादः भगिनि. अनन्तरं अत्र अरविन्द महोदय भवान् करोतु अग्रिमानि वाक्यानि. युवां सत्य वदत, भाषते, भाषेते. त्वं युवां, युवां मध्यमपुरुष द्विवचनं, सत्य वदतः, तस्य भाषते इति अनुयुज्यं करणीयम्. उत्तमम्. अत्र भाषते इति प्रथमपुरुषे एकवचनरूपम् अस्ति, किन्तु अत्र कर्तृपदं युवाम् अस्ति इति कारणतः भाषेते. भाषेते. उत्तमम्. अग्रिमं. बालिकाः चित्रं दृष्ट्वा तुष्यन्ति, मोदन्ते. बालिकः प्रथमपुरुष बहुवचनं, चित्रं दृष्ट्वा तुष्यन्ति बहुवचनं, तत्ते मोदन्ते इति मुददातु बहुवचनं मोदन्ते. अहं चिन्तयामि अत्र तु चित्रम् इति कर्मपदम् अस्ति, किन्तु दृश् धातुः तत्र सकर्मकधातुः अस्ति इति कृत्वा कर्मपदम् अस्ति, किन्तु तुष्य तुष् मुद् एते एतौ द्वौ धातुः अकर्मकः अकर्मकौ स्तः इति भाति. तुष्यति मोदते इति आत्मनेपदिरूपम् अस्ति. अत्र दृश् धातोः प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते, केवलं लट्लकार इत्युक्ते तत्र धातुः दृशिर् इति धातुः अस्ति, किन्तु तत्र पाघ्राध्मा इति एकं दीर्घसूत्रमस्ति, तेन सूत्रेण तत्र पश्य आदेशः भवति लट्लकारप्रसङ्गे. किन्तु अत्र अन्येषु स्थलेषु केवलं धातोः मूलरूपमेव आयाति इति कृत्वा अत्र दृष्ट्वा इति क्त्वान्तरूपं दृश्यते. अग्रिमं वाक्यम्. अहं देवं प्रणमामि. अहं देवं वन्दे. उत्तमवृष एकवचनं देवं कर्मपदं प्रणमामि नम दातु. उत्तमम्. अत्र मूर्धन्य णकारादिधातुः अत्रापि अत्र प्रथमाविभक्ति एकवचनरूपं देवः अस्ति, किन्तु देवम् इति कर्मपदम् अस्ति, किन्तु एकम् अन्यत् पदम् अस्ति दैवं. दैवं भिन्नं पदं, देवम् इति भिन्नं पदम्. देवम् इति देव अकारान्तदेवशब्दस्य द्वितीयाविभक्ति एकवचनरूपम् अस्ति. दैवम् इति तद्धितान्तपदं, तत्र देवसम्बद्धं दैवम् अत्र अण् प्रत्ययः अस्ति. तत्र देवस्य इदं दैवम् इति देवस्य इदं दैवं तद्धितान्तपदम् अस्ति. अग्रिमं वाक्यं. भगिनि देवता इति पद स्त्रीलिङ्ग वा? स्त्रीलिङ्गपदम्. But it refers to Purusha Deva also. Devata we say, no, generally. इत्युक्ते पदन्तु आकारान्तपदं भवति, किन्तु अर्थः तु मेल्गार्ड् प्रसङ्गे अपि. अस्तु, अग्रिमं वाक्यं पठतु महोदय. वयं विश्वशान्तिम् इच्छामः, कामयामहे. वयम् उत्तमपुरुष बहुवचनं, विश्वशान्तिं समस्तपदं, षष्टितत्पुरुषसमासः. इच्छामः इष् धातु. तत्र किं भवति, इषु गमी यमां छः इति सूत्रेण छकारादेशः भवति. तत्र छेच इति एकं सूत्रमस्ति, छेच इति सूत्रेण तुगागमः भवति. तत्र प्रत्येकम् अत्र इषु धातोः प्रसङ्गे गम् धातोः प्रसङ्गे एव इषु गमी यमां छः इति सूत्रं कार्यं कृत्वा तत्र छकारादेशः भवति. वाक्यं परिवर्तयतु. वयं विश्वशान्तिं कामयामहे. कामयामहे अत्र उत्तमपुरुष बहुवचनरूपं दत्तमस्ति. प्रथमपुरुषरूपाणि कथं भवन्ति? कामयते, वदतु. कामयते, कामयावहे, कामयामहे. कामयते, कामयेते, कामयन्ते. ओ, प्रथमपुरुष. महोदय अत्र अत्र कमु कमु इति धातुः अस्ति. तत्र एकं विशिष्टं सूत्रमस्ति, भुवादिगणीयधातवः एते. अत्र अयं धातुः भुवादिगणीयधातः धातुः, तत्र कमेर्णिङ् इति एकं सूत्रमस्ति, तेन सूत्रेण तत्र रूपं सिद्ध्यति. विशिष्टं सूत्रम् इत्युक्ते भुवादिगणे बहवः धातवः सन्ति, आहत्य सहस्राधिकं धातवः सन्ति, बहुषु स्थलेषु एकमेव कार्यं भवति, किन्तु केचन विशिष्टधातवः सन्ति, तेषु विशिष्टसूत्रेण कार्यं भवति. अत्र कामयते इत्यस्मिन् प्रसङ्गे कमेर्णिङ्ग् इति एकं सूत्रमस्ति, तेन सूत्रेण तत्र कार्यं भवति. उत्तमं, धन्यवादः महोदय. अग्रे अत्र इतोपि वाक्यद्वयमस्ति, का उषा भगिनी भवती करोतु. ते मार्गे सन्ति, ते मार्गे वर्तन्ते. अत्र धाते बहुवचनं, वदतु. ते बहुवचनम् अस्ति. कथं ज्ञातवती बहुवचनमस्ति? सन्ति इति बहुवचने अस्ति. सन्ति नास्ति चेत्, अत्र सः अस्ति चेत्? सः मार्गे अस्ति. अत्र ते इति पदस्य प्रसङ्गे वयं चिन्तनं कृतवन्तः. ते कुत्र कुत्र आयाति? प्रथमपुरुषे बहुवचने, पुंलिङ्गे, अपि च स्त्रीलिङ्गे द्वितीयवचने सा ते ताः, अपि च नपुंसकलिङ्गे प्रथमपुरुषे द्विवचने, अपि च कर्मपदं तत्ते तानि तत्ते तानि. उत्तमम्. इत्युक्ते नपुंसकलिङ्गे द्विवचने, स्त्रीलिङ्गे द्विवचने, पुंलिङ्गे बहुवचने, ते इति पदमायाति. किन्तु अत्र सन्ति इति पदमस्ति, क्रियापदमस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः पुंलिङ्गे बहुवचनरूपम् अत्र स्वीकृतं. तदर्थमेव ते मार्गे सन्ति परिवर्तनं कृत्वा ते मार्गे वर्तन्ते. आहत्य सन्ति अपि च वर्तन्ते, एतौ द्वौ अपि शब्दौ अकर्मकौ इति वक्तव्यम्. अस् धातुः अपि अकर्मकः, अपि च वृत्तधातुः अपि अकर्मकः. अत्र मार्गः वदतु भगिनि. अदादिगणे परस्मैपदि अकर्मकः अस्धातुः. उत्तमम्. अत्र मार्गः इति पदं पुंलिङ्गपदमस्ति. दशमं वाक्यं करोतु. त्वं कीर्तिं प्राप्नोषि, मध्यमपुरुष एकवचनं, प्राप्नोषि प्राप् आप् धातुः आप् लृ. बहिनि आप् आप् लृ अस्ति वा लु अस्ति वा भगिनि? आप् लु इति अहं चिन्तयामि. पूर्वं दर्शना भगिनी अपि पृष्टवती, केचन वैयाकरणाः आप् लृ इति वदन्ति, चिन्ता मास्तु तत्र. किन्तु किम् अवगन्तव्यम् इत्युक्ते सः वर्णः तु स्वरवर्णः, अच्वर्णः. उकारात् उकारस्य अनन्तरं ऋकारः आयाति, ऋकारस्य अनन्तरं लु लु इति ऋकारः आयाति. एतावता तत्र सः वर्णः अच्वर्णः, किन्तु उच्चारणम् आप्लु भवति वा केवलम् आप्लु इति एव वक्तव्यं वा इति तत्र मतभेदः अस्ति इति भाति. डिफरेन्स् डिफरेण्ट् ओपिनियन्स् सन्ति. वदतु. स्वादिगणे अस्ति परस्मैपदि सकर्मकः, आप्नोति इति अत्र परिवर्त्य वदतु. प्रा उपसर्ग अस्ति अत्र. प्राप्नोषि, त्वं कीर्तिं प्राप्नोषि, त्वं कीर्तिं लभसे. लभसे, उत्तमं. लब्धातुः सकर्मकधातुः. उत्तमं. तदर्थमेव कीर्तिं लभसे इति दत्तमस्ति. अग्रे शोभा भगिनी भवती करोतु, समापयामः. प्रथमं वाक्यम् अवधानेन पठत, द्वितीयवाक्यस्य कर्तृपदं दृष्ट्वा वाक्यानि परिवर्तयत. उदाहरणं, सर्वे विजयं कामयन्ते, अहं विजयं कामये इति. तत्र आत्मनेपदी पदानि आत्मनेपदीनः पदानि कामयन्ते बहुवचने कामये इति उत्तमपुरुषे एकवचने अनन्तरं विजयः इति पदं विजयः इति पदं वि उपसर्गपूर्वकः जी धातोः रूपं तत्र वि जी धातुः अच् प्रत्ययः इति उक्तमस्ति. अत्र कामयते इति अपि सकर्मकः अस्ति इति कृत्वा विजयं कामयते इति स्वीकरोति. आम् अत्र विजयम् इति कर्मपदम् अस्ति. सर्वे कामयन्ते किं विजयम् अग्रे पठतु. यूयं नितरां मोदध्वे इति तत्र यूयम् इति बहुवचनं मध्यमपुरुषे नितरां मोदध्वे इति लोट्लकारे क्षम्यताम् एकनिमिषं भगिनि मोदध्वे क्षम्यतां लोट्लकारं न लट्लकारे मोदध्वे इति मध्यमपुरुषे बहुवचने अपि च तौ इति द्विवचने मोदेथे इति भवति लट्लकारे तौ मोदेथे इति मुद् धातुः भ्वादिगणीयधातुः अकर्मकधातुः अस्ति अतः तत्र नितरामिति अव्ययपदम् अस्ति न तु कर्मपदम्. उत्तमम्. अपि च साधारणतया अहं चिन्तयामि अव्ययपदानि वाक्येषु क्रियाविशेषणानि भवन्ति इति भाति. इत्युक्ते नितरां मोदते तत्र क्रियाविशेषणं भवति क्रियाविशेषणम् आम् आम् तत्र तौ अस्ति इति कृत्वा प्रथमपुरुष सः तौ ते तत्र तौ इति वदति चेत् तत्र द्विवचनरूपं वक्तव्यं खलु. आम् अत्र तत्र तत्र मोदते इति अस्ति मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदध्वे अतः तत्र मध्यमपुरुषे द्विवचने मोदेथे इति भवति. पश्यतु भगिनी अत्र तौ इति लिखितमस्ति इति कृत्वा तौ इति प्रथमपुरुषकर्तृपदमस्ति इति कृत्वा प्रथमपुरुषद्विवचनरूपम् अत्र प्रथमपुरुषद्विवचनरूपं मोदेते मोदेते अस्तु अस्तु अस्तु या क्षम्यतां भगिनि दोषः चिन्ता मास्तु प्रथमपुरुषे यदि मोदेते इति वक्तुम् इच्छामि चेत् तत्र त्वं युवाम् इति आगच्छति युवां मोदेते इति न तु तौ. आम् चिन्ता मास्तु भगिनि अत्र धन्यवादः भगिनि. अनन्तरम् अत्र वेदा भगिनी भवती करोतु अग्रे. भगिनि अस्ति वा अद्य समापयामः. अतः अत्र भूमा भगिनी भवती पठतु अग्रिमं वाक्यम्. अस्ति वा नो चेत् अत्र शुभदा भगिनी अस्ति भवती करोतु भगिनी. भगिनि दुर्योधनः आचार्यम् उपसङ्गच्छते त्वम् आचार्यम् उपसङ्गच्छसे एताः दुर्योधनः इति पदमस्ति तत्र दुर्योधनः इति पदस्य विषये दुष्करं योधनं यस्य सः इति तत्र बहुव्रीहिसमासः भवति इति भाति. उपसङ्गच्छते तत्र उप उपसर्गपूर्वकः सम् उपसर्गपूर्वकः गम् धातुः किन्तु आत्मनेपदिरूपं सङ्गच्छते इत्युक्ते भवत्याः अवगमनं किम् उपसङ्गच्छते इत्युक्ते उपसङ्गच्छते इति इत्युक्ते आङ्ग्लभाषायां वदतु उपसङ्गच्छते उत्तमम्. इत्युक्ते साधारणतया उप इति उपसर्गः अस्ति चेत् तत्र नियर् नेक्स्ट् क्लोस् टु इति उप इति उपसर्गस्य अर्थः अस्ति. उपसङ्गच्छते इत्युक्ते हि अप्रोच्ड्, हि वेन् हि गोस् क्लोज़र् टु आचार्यः इति अर्थः. सः उपसङ्गच्छते. अग्रिमं वाक्यम्. एताः संस्कृतेन भाषन्ते. यूयं संस्कृतेन भाषद्वे. उत्तमम्. एताः इत्युक्ते एताः महिलाः इति भवितुमर्हति. महिलाः संस्कृतेन भाषन्ते इत्युक्ते आहत्यत्र क्रियापदानां प्रसङ्गे लिङ्गभेदः न दृश्यते. यद्यपि तत्र एताः बालिकाः अथवा एताः महिलाः इति कर्तृपदमस्ति चेदपि भाषन्ते एव भवति. अथवा एते बालकाः अस्ति चेदपि भाषन्ते इति भवति. इत्युक्ते तत्र लिङ्गभेदः न दृश्यते इति मुख्यविषयः. अग्रिमं वाक्यं. बालाः स्पर्धन्ते. भवन्तौ भवन्तौ स्पर्धेते भवति स्पर्धेते भवतः भवन्तौ भवन्तः प्रथमाविभक्ति द्विवचन भवन्तौ स्पर्धन्ते बिकम्स् स्पर्धेते प्रथम प्रथम पुरुष द्विवचन. उत्तमं. स्पर्धा इत्युक्ते साधारणं पदमेव. स्पर्धा इत्युक्ते स्पर्धा इत्युक्ते काम्पिटिशन्. उत्तमम्. अग्रिमं वाक्यं. के युद्धात् पलायन्ते. कं कौ कः कं कः कौके कः कौके प्रथमाविभक्ति द्विवचन कौ. सो के कौ युद्धात् पलायेते. पलायेते. वयं पूर्वस्मिन् वर्गे अत्र पूर्वस्मिन् वर्गे पूर्णेन्दुमहोदयः पृष्टवान् पलायेते इति पदं कथं साधितं क्रियापदं. तत्र बहूनि सूत्राणि सन्ति, मया प्रेषितम्, एकवारं पश्यन्तु तत् करपत्रं. पलायेते इति पदस्य प्रसङ्गे कानिचन विशिष्टसूत्राणि सन्ति इति विषयः. धन्यवादः भगिनी. सूर्यकुमारी भगिनी भवती पठतु अग्रिमं वाक्यं. हा भगिनि, वयं धर्मरक्षणाम् अपेक्षामहे. वयं बहुवचनम् अपेक्षामहे, आत्मनेपदि बहुवचनम्. आवाम् अपेक्षावहे द्विवचनम्. आवाम् अपेक्षावहे धर्मरक्षणाम् अपेक्षावहे. उत्तमम्. अत्र अपा उपसर्गपूर्वकः ईक्ष धातुः अस्ति. तत्र धर्मस्य रक्षणं धर्मरक्षणम्. अग्रिमं वाक्यं. सः चिमूं वीक्षते. एकवचनं सः वीक्षते एकवचनम् आत्मनेपदि. चिमूं कर्मफलम् अकर्मक सकर्मकधातुः. अत्र अत्र किं ज्ञातव्यम् इत्युक्ते वधूः वधूः यथा ऊकारान्तपदं दीर्घ ऊकारान्तस्त्रीलिङ्गपदम् अस्ति, तत्र विसर्गः अस्ति, तथा एव चमूः इति अपि दीर्घ ऊकारान्तस्त्रीलिङ्गपदम् अस्ति, तस्य अन्ते सर्वदा विसर्गः श्रूयते. वधूः चमूः इति पदद्वयमस्ति. परिवर्तयतु. युवां वीक्षते. युवां वीक्षते. युवां वीक्षेते. यूयं वीक्षद्वे इति भवति. युवां चमूं वीक्षेते. वीक्षेते. तत्र पूर्वस्मिन् वाक्ये धर्मः इति पदमस्ति. धर्मः इत्युक्ते ध्रियते लोकः अनेन धर्मः इत्युक्ते द लोक इस् सस्टेन्ड् आर् हेल्ड् टुगेदर् बै धर्म. स एव धर्मः. अग्रिमं वाक्यं. त्वं स्यन्दने विराजसे एकवचनं मध्यमपुरुषः विराजसे ते प्रथमविभक्ति विभक्ति नास्ति तत्र ते इति पदं तत्र ते इति पदं द्विवचने अस्ति चेत् वाक्यं पूरयतु ते विराजेते उत्तमं बहुवचने अस्ति चेत् विराजन्ते उत्तमम् इत्युक्ते ते इति पदं यथा उषा भगिन्या उक्तं ते इति पदं द्विवचने अपि भवितुमर्हति बहुवचने अपि भवितुम् अर्हति इति कृत्वा ते विराजेते वाक्यं साधु ते विराजन्ते इति अपि साधु किन्तु तत्र लिङ्गविवक्षा नास्ति इति कृत्वा क्रियापदस्य प्रसङ्गे तिङन्तप्रसङ्गे क्रिया लिङ्गविवक्षा नास्ति अग्रिमं वाक्यं क्षत्रियः युद्धं लभते एकवचनं क्षत्रियः युद्धं लभते भवन्तः लभन्ते भवन्तः युद्धं लभन्ते भवन्तः बहुवचनं लभन्ते बहुवचनं क्रियापदम् उत्तमं भगिनि अरुणा भगिनि भवती करोतु अग्रिमं वाक्यं ते मह्यं भुञ्जते भुञ्जते उच्चधातु भुञ्जते अहं जानामि भगिनि प्रथमविभक्ति भुञ्जते इति प्रथम एकवचनं प्रथमपुरुष एकवचनं मह्यं ते अस्ति न न भगिनि अत्र पश्यतु भगिनि अत्र पश्यतु तदेव वदतु वदतु ते इति बहुवचने अस्ति तत्र क्रियापदं दृष्ट्वा वयं वक्तुं शक्नुमः भुङ्क्ते भुञ्जाते भुञ्जते पुनः वदतु भगिनि अहं तत्र एकवचनं प्रथमपुरुष बहुवचनरूपं दत्तमस्ति क्रियापदं एकवचनं किं रूपं भगिनि भुङ्क्ते भुङ्क्ते भुङ्क्ते भुञ्जाते भुञ्जते अत्र भूमिति युष्मत् युष्मत् शब्द प्रथम प्रथमपुरुष त्वं मह्यं भुञ्जसे भुङ्क्षे भुङ्क्षे भुङ्क्षे भुङ्क्षे इत्युक्ते तत्र क्रियापदस्य रूपाणि किञ्चित् विशिष्टानि भवन्ति भुङ्क्ते भुञ्जाते भुञ्जते भुङ्क्षे भुञ्जाते भुङ्क्ध्वे इत्युक्ते रूपसाधनं कथं भवति अहमपि न पठितवती भुङ्क्ध्वे इति उत्तमं मध्यमपुरुष बहुवचनं भुञ्जे भुञ्जावहे भुञ्जामहे इत्यादीनि रूपाणि भवन्ति आत्मनेपदी भुज् धातोः आत्मनेपदीरूपाणि भुज् धातुः भयपदी धातुः वयं जानीमः परस्मैपदिरूपं भुनक्ति अत्र किञ्चित् किं ज्ञातव्यम् इत्युक्ते महीये इति कर्मपदम् अस्ति तत्र मही शब्दः अपि तस्मिन् प्रसङ्गे अपि रूपद्वयम् अस्ति महिः ह्रस्व ईकारान्तपदं मही इति दीर्घ ईकारान्तस्त्रीलिङ्गपदमपि अस्ति अग्रिमं वाक्यं कः विषयान् उपसेवते उपसेवते इति क्रियापदं सेव् धातु उपसर्गपूर्वक पदं सकर्मकधातु विषयान् इति क्रिया कर्मपदं तौ इति सः तौ ते तौ विषयान् उपसेवेते उपसेवेते उत्तमम् अत्र उपसेवते इति अर्थः कः इति अहं दृष्टवती पर्सु अथवा अडिक्टेड् इति अर्थाः सन्ति अत्र विषयः इत्युक्ते इन्द्रियार्थाः इति इन्द्रियार्थाः कः विषयान् उपसेवते इत्युक्ते तदेव अर्थः. अन्तिमवाक्यं सर्वे भगवतः. क्षम्यतां भगिनि, परसु इति पुनः वदतु इति विषये भगिनि. क्षम्यताम्. उपसेवते इत्युक्ते वन् हु पर्सु, आङ्ग्लभाषायां पर्सु इति वदामः, अडिक्टेड् टु. अस्तु अस्तु, ओ उपसेवते. अत्र गीतायां यः विषयान् वदतु भगिनि, दर्शना भगिनि वदतु. अश्ते भवतु इति अर्हति वा? अश्नाति उत्तमम्. उपसेवते इत्युक्ते अश्नाति अपि भवितुम् अर्हति इत्युक्ते इन्द्रिय विषयाः इत्युक्ते इन्द्रियार्थाः इति अवगन्तव्यम् अत्र. उत्तमम्. अरुणभगिनी अन्तिमं वाक्यं समापयतु कृत्वा. भगिनि सर्वे भगवतः मार्गम् अनुवर्तन्ते. अनुवर्तन्ते इति क्रियापदं प्रथमपुरुषबहुवचनं. वयम् अहम् आवां वयं वयं भगवतः मार्गम् अनुवर्तामहे. अनुवर्तामहे उत्तमपुरुषबहुवचनरूपम्. अत्र भगवतः मार्गम् इति लिखितमस्ति, समस्तपदं कृत्वा वदतु. भगवत् मार्गं सन्धिं करोतु. किं भगिनि? अत्र सन्धिं कृत्वा अत्र समस्तपदं भवितुम् अर्हति. भगवतः मार्गः इति षष्टिविभक्तिः अत्र भगवतः मार्गः इति षष्टितत्पुरुषसमासं कर्तुं शक्नुमः. तत्र भगवत् योगः मार्ग, तत्र भगवन् मार्गः. अत्र भगवन् मार्गः इति पदमपि योजयितुं शक्नुमः, किन्तु अनुवर्तते इति सकर्मकमस्ति इति कृत्वा मार्गम् भगवतः मार्गम् अनुवर्तन्ते अथवा भगवन् मार्गम् अनुवर्तन्ते. तत्र प्रथमतया जस्वं भूत्वा अनुनासिकसन्धिं कृत्वा तत्र समस्तपदं कृत्वा अपि लेखितुं शक्नुमः. भगवन् मार्गः इति भवति. सर्वे भगवन् मार्गम् अनुवर्तन्ते. किन्तु परस्मैप आत्मनेपदरूपं किं भवति? भगवन् मार्गम् अनुवर्तामहे. अनुवर्तामहे उत्तमम्. आहत्य अस्माकं पार्श्वे अनुवर्तिष्यते इति लघ्वी कथा अस्ति, तां कथाम् एकवारं पठन्तु. बहुकालातीतः अभवत्. सर्वेषां धन्यवादः. अग्रिमे सप्ताहे पुनर्मिलामः. धन्यवादः.